अस्तु, अद्यतनपाठः अस्ति पृथक्त्वं. पृथक्त्वविषये प्रथमं तु अवधिः इत्यस्य अर्थः कः, तस्मात् केषां पदार्थानाम् अवधयः सन्ति, के के पदार्थाः सावधिकाः, तदनन्तरं नियतावधिकत्वं निखिलावधिकत्वम् इत्यादीनां अर्थानपि दृष्टवन्तः. पुनस्मरणरूपेण पुनः एकवारं अवधिः इत्युक्ते किम् इति पश्याम. सुनील् महोदय, अवधिविषये किञ्चित् वदति वा? अवधिः इत्युक्ते अत्र विभागः भवति. कस्मात् विभागः भवति तद् अवधिः इति सरलतया वक्तुं शक्नुमः. अत्र वृक्षात् फलस्य विभागः भवति इति वदामः चेत् अतः वृक्षः अवधिः इति वदामः. आम्, समीचीनं. तत्र सूत्रमपि अस्ति खलु? आम्, ध्रुवम् अव्वाये अपादानम् इति सूक्तिः अस्ति. आम् आम्, इति सूत्रेण अवधेः परिचयः कृतः. इत्युक्ते अत्र विभागः एव सुलभः, विभागेन सुलभः ज्ञायते अवधेः परिचयः. अत्र यथा भवता उक्तं, वृक्षात् विभक्तं फलं, वृक्षात् फलस्य विभागः भवति इति वदनेन, यद् ध्रुवम् अस्ति तस्मिन् क्रिया न वर्तते, तस्मिन् क्रिया न भवति, फले क्रिया भवति, परन्तु अन्यस्मिन् फलं विहाय यस्मिन् क्रिया न भवति यद् ध्रुवं भवति सः एव अवधिः इति उच्यते. अपादानक्रिया इति वदामः, यस्य विभक्तिः भवति, विभागः भवति, तस्मिन् अपादानक्रिया भवति इति. अतः अत्र ध्रुवस्य अवधिसंज्ञा इति उच्यते. अस्तु अस्तु, अत्र उदाहरणे वृक्षः एव अवधिः. आम्, वृक्षः एव अवधिः. आम्, सरलतया वदामि परिचय, यतोहि अत्र परिचय एव, परन्तु अत्रापि बहवः बिन्दवः सन्ति. अवधिः, अत्र विभागः द्विनिष्ठः अस्ति, अतः अवधिः वृक्षे वा फले अपि भवितुम् अर्हति इति, परन्तु अग्रे वदामि तस्मिन् विषये. परन्तु अत्र तु वृक्षः एव अवधिः इति तावदेव पर्याप्तम्. अस्तु, तर्हि पृथक्त्वम् इत्यस्य विषये, पृथक्त्वम् अवधिः तयोः सम्बन्धः कः महोदय? सुनील् महोदय, अत्र विभागविषये अत्र तत्र वृक्षः च फलमिति स्वीकुर्मः चेत् तत्र वृक्षे अपि विभागः भवति, फले अपि विभागः भवति. पृथक्त्वविषये तत्र किञ्चित् भेदः भवति. कपालः घटात् पृथक् इति वदामः चेत् वक्तुं शक्नुमः वा? शक्नुमः, परन्तु तत्र पृथक्त्वविषये तत्र द्वयमपि न भवति इति, इत्युक्ते अत्र पृथक्त्वम्. एकनिमिषं महोदय, भवतः उदाहरणं किं? विभागविषये तु उदाहरणम् आसीत् वृक्षात् फलं फलं विभक्तम् इति खलु? आम्, परन्तु पृथक्त्वविषये भवतः उदाहरणं किम्? अत्र इत्युक्ते अहं द्विनिष्ठः इति वक्तुं न शक्नुमः इति अहं त्यजतु, तत्तु त्यजतु, पृथक्त्वविषये एकं सरलम् उदाहरणं ददातु कृपया. घटः कपालात् पृथक् इति वदामः. परन्तु परन्तु घटः कपालात् पृथक् इत्युक्ते तत्र पूर्वमेव वयं पठितवन्तः खलु युद्धसिद्धयोः एव पृथक्त्वं भवति इति. ओ तादृशरीत्या वक्तुं न शक्नुमः. अहं केवलम् एकं वाक्यं फलं फलं वृक्षात् पृथक् इति. आम् आम् फलं वृक्षात् पृथक् इति वक्तुं शक्नुमः. कृपया अयुतसिद्धयोः पृथक्त्वं न भवति एव. अस्तु, इत्युक्ते शुकवनं महोदय सारांशरूपेण अहं वदामि यत् युतसिद्धत्वम् अयुतसिद्धत्वम् इति अस् इति स्तः ते युतसिद्धत्वम् इत्युक्ते एषाम् आश्रयौ ययोः आश्रयौ भिन्नौ तदेव. इत्युक्ते वृक्षस्य आश्रयः कः? तस्य अवयवः खलु. अस्तु, प्रायः शाखा वा किम् अस्ति तस्य मूलं वा किमपि वृक्षस्य अवयवः, वृक्षस्य आधारः अस्ति. यथा पुस्तकस्य आशयः कः? पुटं वा? पुटम् इति अवयवः एव आधारः वा आशयः भवति द्रव्यस्य. मम अवगमनम् इदानीं विपरीतम् आसीत्, अवयवानाम् आधारः वृक्षः इति. तादृशं नास्ति वा? तादृशं न. ओ, शाखा कुत्र अस्ति इत्युक्ते वृक्षे अस्ति इति वयं साधारणतया वदामः किल. हा, व्यवहारविषये तु भिन्न भिन्नः अस्ति, भिन्नम् अस्ति अस्माकम् अवगमनं. आम्, परन्तु न्याय शास्त्रेण भिन्नं भवति. अत्र आश्रयः इति पदं पारिभाषिकपदम् अस्ति. आम् आम् आम्. तर्हि इत्युक्ते अहं वयं घटं स्वीकुर्मश्चेत् घटस्य अवयवाः के के? कपालः, कपालिका इत्यादयः खलु. हा, तर्हि कपालिका आश्रयः भवति कपालस्य, कपालः घटस्य आश्रयः भवति. ओ, अवयवाः एव अवयविनां आश्रयः. आम् आम्, अवयवाः एव अवयविनः आश्रयाः इति. अस्तु भगिनि, अवगतवान्. अस्तु, अन्य को अन्येन कोऽपि केनापि आगतं वा? आं भगिनि, रामप्रिया अस्मि. क्षम्यतां भगिनि, किञ्चित् विलम्बः जातः. चिन्ता मास्तु, चिन्ता मास्तु. अस्तु, केवलं पुनस्मरणरूपेण इदानीं चर्चा जाता जायमाना अस्ति पृथक्त्वविषये. तर्हि अस्तु, पृथक्त्वविषये उदाहरणमासीत् सुनील् महोदयस्य वाक्यमासीत् वृक्षः किमासीत् भोः? विभागस्य उदाहरणं, परन्तु पृथक्त्वस्य उदाहरणं फलं वृक्षात् पृथक् इति. अस्तु, फलं वृक्षात् पृथक् इति. घटः कपालात् पृथक् इति वाक्यं शुद्धम् अशुद्धं भगिनि? कपालः घटात् पृथक् इति वा? आम् आम् आम्, शुद्धमेव. शुद्धं वा? पृथक्त्वस्थले एव भवति किल. परन्तु अस्माकं पूर्वस्मिन् पाठे युतसिद्धत्वम् अयुतसिद्धत्वम् इत्यादयः पठितवन्तः खलु. आम् भगिनि, तर्हि पृथक्त्वविषये अयुतसिद्धत्वं वा युतसिद्धत्वं भवति? पूर्वतनपाठः एव प्रायः पूर्व तदेव तत्र खलु विषयं स्वीकुर्मः चेत् अत्र सिद्धं भवति इति अहं किं किं भोः पृथक्तस्य वाक्यमासीत् एक भिन्नाकाशदेशः नास्ति इति अतः भिन्नदेशे स्तः चेत् एतद् वाक्यं समीचीनमेव कपालः घटात् पृथक् इति परन्तु परन्तु घटः इत्युक्ते अहम् एकं घटं स्वीकुर्मः चेत् घटः कपाले कपाले वर्तते खलु कपालः एव तस्य आश्रयः भवति तर्हि कथं वदामः यत् एकदेशे ये वर्तन्ते ये ये वर्ततः तयोः तयोः युतसिद्धत्वं कथं भवति इति युतसिद्धत्वम् इत्युक्ते द्रव्ययोः आश्रयं भिन्नौ खलु किं युतसिद्धत्वस्य निरूपणं किम् युतसिद्धत्वं कथं कदा भवति अयुक्तसिद्धत्वम् इत्युक्ते समवाय यत्र अयुक्तसिद्धत्वं भवति तत्र समवायसम्बन्धः भवति खलु समवायसम्बन्धश्चेत् अवयव अवयविनोः समवायसम्बन्धः आम् आं तर्हि पृथक्त्वं न भवति पृथक्त्वं तदा भवति यदा आश्रयौ भिन्नौ पठितवन्तः वा एतत् पठितवन्तः परन्तु तत्र एकम् उदाहरणमपि अस्ति इत्युक्ते एकस्मिन् हस्ते घटः अस्ति अन्यस्मिन् हस्ते कपालः अस्ति इति तादृश अन्य उदाहरणमपि आसीत् अतः तत्र भ्रमः जातः अस्तु अस्तु अस्तु चिन्ता मास्तु परन्तु साधारणतया घटः पटात् पृथक् वा घटः वृक्षात् पृथक् एव वदामः अस्तु तर्हि यतोहि घटस्य आश्रयः भवति कपालः घटस्य आश्रयः भवति पुटः अतः घटः पटात् पृथक् इति वदामः युतसिद्धयोः मध्ये एव पृथक्त्वं पृथक्त्वं वर्तते अस्तु तर्हि पृथक्त्वस्य अवधिविषये किञ्चित् वदतु रामप्रिया भगिनी पृथक्त्वस्य अवधिः भवति वा यदा वयं भिन्नदेशे स्तः इति कपालः घटात् पृथक् इति एव स्वीकुर्मः चेत् यदा कपालः भिन्नः घटः भिन्नदेशे स्तः इति स्वीकुर्मः चेत् तत्र पृथक् इति अवधिकः अस्ति घटः इति अवधिः अस्ति कपाले कदापि कदापि घटः कपालात् पृथक् इति मा वदतु घटः पटात् पृथक् घटः पटात् पृथक् इति अस्ति चेत् तत्र पृथक् इति अवधिकः अस्ति पटात् पृथक् अतः पटः इति अवधिः अस्ति घटः इति घटे घट अवधिक क्षम्यतां पटावधिकपृथक्त्वं घटे वर्तते समीचीनम् अस्तु पृथक्त्वम् इत्युक्ते यः गुणः पृथक्त्वम् इत्यनेन उच्यते पृथक्त्वम् इति गुणः घटे अस्ति तर्हि घटः पटात् पृथक् इति वदामः यद्यपि क्रियारूपेण किमपि न जातः वयम् इदानीमेव अवधिः इत्युक्ते किं सूत्रेण सर्वं चर्चितवतः साधारणतया विभागविषये यस्मिन् क्रिया भवति तद् अतिरिक्तद्रव्ये एव अवधिः भवति खलु, अवधित्वं भवति. परन्तु पृथक्त्वविषये यद्यपि क्रिया न भवति तदापि व्यवहाररूपेण साधारणतया एतत् पुस्तकं तस्मात् पृथक् इत्येव वदामः. घटः पटात् पृथक् पुस्तकं स्यूतात् पृथक् इत्यादयः. तर्हि पृथक्त्वम् इत्यनेन एकः गुणः निर्दिश्यते. तर्हि घटः पटात् पृथक् इत्यनेन घटे पृथक्त्वम् अस्ति, पटे अवधित्वम् अस्ति, पटः एव अवधिः अत्र. अतः पृथक्त्वं सावधिकपदार्थः इति वदामः. अस्तु, तर्हि नियतावधिकत्वम् इति पारिभाषिकशब्दः अस्ति. नियतावधिकत्वम् इत्युक्ते किं, सुनील् महोदय? यत्र भेदस्थले तत्र स्पष्टतया वक्तुं नियतावधिकत्वम् उपयोगं कुर्मः. यथा उदाहरणं दीयतां कृपया. अत्र इदानीं केवलं पुस्तकं भिन्नम् इति वदामः चेत् तत्र क्लेशः भवति, कस्मात् भिन्नम् इति अत्र जिज्ञासा भवति. तत्रापि तत्र कस्मात् भिन्नम् इति वक्तव्यम् इति. तर्हि पृथक्त्वविषये, पृथक्त्वविषये केवलं पुस्तकं पृथक् इति वक्तुं शक्नुमः वा? पुस्तकं पृथक् इति वक्तुं न शक्नुमः. किमर्थम्? पुस्तकं पृथक् इति वदनेन मनसि प्रश्नः उदेति खलु, श्रोतुः मनसि कस्मात् पृथक् इति प्रश्नः उदेति. अतः सर्वदा पुस्तकं सर्वदा कुतः पृथक् इति वदनीयमेव. तर्हि अत्र नियतावधिकत्वं, नियतावधिकत्वस्य उल्लेखनं किमर्थम्? अतः अत्र स्पष्टता भवति, इत्युक्ते कस्मात् भिन्नः वा कस्मात् पृथक् इति तत्र स्पष्टं भवति. हा, स्पष्टं भवति इत्युक्ते स्वाभाविकतया वा स्वभावेन द्रव्यं कस्मात् पृथक् वा कस्मात् पृथक् इति स्पष्टः भवति. तदेव नियतावधिकत्वम् इति उच्यते. नियमेन यस्य अवधिकत्वं स्वभावेन वर्तते तस्य नाम नियतावधिकत्वं. तर्हि पृथक्त्वस्य नियतावधिकत्वम् अस्ति वा? पृथक्त्वस्य अपि अस्ति, तत्र तत्रापि वक्तव्यम् इत्युक्ते कुतः पृथक्त्वं भवति इति. सर्वदा पृथक् पृथक् इति कदा वदामः? अवधिं सूचयित्वा एव वदामः खलु. पुस्तकं वृक्षात् पृथक् वा घटः पटात् पृथक् वा वृक्षः फलात् पृथक् इत्यादयः वदनेन सम्यक्तया वा स्पष्टतया सूचनं भवति कः अवधिः इति. तर्हि वृक्षः फलात् पृथक् इति वदनेन सर्वदा फलमेव अवधिः, तत्र कोऽपि सन्देहः नास्ति. स्वभावेन फलमेव अवधिः इति प्रतिभिः जायते. अतः अत्र पृथक्त्वस्य नियता अवधिः अस्ति. इत्युक्ते नियमेन तस्य अवधिः, पृथक्त्वस्य अवधिः स्पष्टः अस्ति. अस्तु, तर्हि निखिला अवधित्वम् अवगमनार्थं फलं वृक्षात् पृथक् इति स्थले यस्य पञ्चमी अस्ति तदेव अवधिः वा? आम् आम्. यस्य प्रथमा अस्ति तद् तत्र पृथक्त्वम् अस्ति. समीचीनमेव. आम् अस्तु भगिनि. एकं कश्चन द्रव्यम् अन्यस्मात् पृथक् इत्युक्ते तस्मिन् पृथक्त्वम् इति गुणः वर्तते. अत्र तु फलं वृक्षात् पृथक् इति वदनेन फलं पृथक् इत्युक्ते फले पृथक्त्वम् अस्ति, पृथक्त्वम् इति गुणः अस्ति. कस्य आधारेण? एकस्य अवधेः आधारेण एकस्मिन् पृथक्त्वम् अस्ति इति वदामः. अवधिः अस्ति वृक्षः अत्र. वाक्यं दृष्ट्वा एव अवधिः कः इति वक्तुं शक्नुमः. यस्य पञ्चमी विभक्तिः अस्ति तत् अवधिः. आम्, तत् विभक्तिः तु पृथक्. आम्, तत्र तस्मिन् पृथक्त्वम् अस्ति. आम् आम्, समीचीनमेव. अस्तु, तर्हि पृथक्त्वविषये नियतावधिकत्वम् अस्ति. तर्हि निखिलावधिकत्वम् इत्युक्ते किं, रामप्रिया भगिनी? प्रयत्नं करोमि. यदा घटस्य विषये एव स्वीकुर्मः चेत् जगति तं विहाय, घटं विहाय अन्य सर्वे द्रव्याणि, सर्वाणि द्रव्याणि तम् आश्रित्य अस्ति चेत् तत् निखिल अवधिकत्वम्. आश्रित्य वा तस्य आश्रित्य न, तस्मिन् सावधिकपदार्थे भवति चेत् तद् निखिल अवधिकत्वम्. इत्युक्ते घटः पटात् पृथक् इति वाक्यं स्वीकुर्मः, तर्हि घटे पृथक्त्वम् अस्ति. तर्हि पृथक्त्वस्य अवधयः के के? पृथक्त्वस्य अवधिः वाक्यस्य आधारेण पटः खलु, घटः पटात् पृथक् इति. परन्तु अन्याः अवधयः अपि भवितुम् अर्हन्ति. घटः स्यूतात् पृथक्, घटः वृक्षात् पृथक्, घटः शिलायाः पृथक्, घटः किं पुस्तकात् पृथक्, कपालात् पृथक्, न कपालात् इति न, क्षम्यतां, पुस्तकात् इत्यादयः. तर्हि पट अतिरिक्त अवधयः अपि सन्ति. घटपृथक्त्वस्य अवधयः बहवः सन्ति. तर्हि निखिलावधिकत्वम् इत्युक्ते द्रव्य आश्रयं विहाय जगति यानि वस्तूनि सन्ति तेषाम् अवधिकत्वं पृथक्त्वे अस्ति चेत् निखिलावधिकत्वम् इति वदामः. शुकवन महोदय न अवगच्छति चेत् कृपया. अहं वदामि यत् अहम् अवगतवान्. नियता अवधिकत्वम् इत्युक्ते तस्य उदाहरणं घटः पटात् पृथक्. तत्र पटात् पृथक् इत्येव अस्माकं विवक्षातः तत् नियता अवधिगत्वं. निखिल अवधिगत्वम् इत्युक्ते घटः पृथक् केवलं तावदेव वदामश्चेत् अन्ये यत् कोऽपि द्रव्याः सन्ति तेभ्यः घटः पृथक्. आम् आम्, परन्तु घटः पृथक् इत्येव वदनम् इति न, घटः पटात् पृथक् इति वदनेन अपि तस्य निखिल अवधिकत्वम् अस्ति वा न इति वक्तुं शक्नुमः. अवगमनार्थमेव एतादृश उदाहरणम् अहं निर्मातवान्. अस्तु अस्तु, परीक्षा घटः पृथक् इति तावदेव उक्तं चेत् यानि द्रव्याणि सन्ति जगति तानि सर्वेभ्यः घटः पृथक् इति यदा अस्माकम् अवगमनं भवति तत् निखिल अवधिकत्वम्. तदेव समीचीनं. तर्हि साधारणतया निखिलशब्दस्य अर्थः यत् यत् अस्ति जगति, सकल इति अर्थः, तत् सर्वं. परन्तु अवधिविषये एतम् अर्थं न स्वीकुर्मः. पदार्थस्य निखिलावधिकत्वं चेत् तं पदार्थं विहाय यावत् जगति अस्ति सर्वं विवक्षितं, सर्वम् उद्दिष्टं भवति. घटा अतिरिक्त तदावधिकत्वम् अस्मिन् पदार्थे इति अर्थः. अस्तु, तर्हि करपत्रं स्वीकुर्मः. करपत्रं संयोगसाधारेण पृथक्तयोः परस्परवैलक्षण्यम् इति करपत्रं प्रायः उद्घाटितं स्यात्. तत्र विभागस्य निखिलावधिकत्वम् अस्ति वा इत्यस्मात् सर्वैः द्रष्टुं शक्नुमः वा? मध्ये वा? वदामि कस्मिन् भागे अस्ति इति. निखिलावधिकत्वम् इत्यस्मिन् भागे अन्तिमं त्यक्त्वा विभागस्य निखिले अवधिकत्वम् अस्ति इति आम्. तर्हि पठतु भगिनी कृपया. आम् भगिनि, विभागस्य निखिल अवधिकत्वम् अस्ति वा? तस्य बोधार्थं प्रथमतया संयोगस्य स्थितिः द्रष्टव्या. यत्र संयोगः जायते तत्र प्रतीतम् अवलम्ब्य संयोगस्य अवधिकत्वमपि जायते. घटपटयोः संयोगः पट अवधिकसंयोगः घटे, किन्तु घटस्य स्व अवयव कपालयोः स्थितौ कपाल अवधिकसंयोगः घटे भवति वा? न भवति किल. अतः घटे विद्यमानसंयोगः निखिल अवधिकः न, स च घटे विद्यमानः संयोगः नियत अवधिकः वा? अत्र विभागस्य विषये अस्ति. विभागस्य निखिल अवधिकत्वम् अस्ति वा इति प्रश्नः प्रथमं. तस्य बोधार्थं प्रथमं अत्र विभागः इति पदमस्ति किल, तत् तदपि पारिभाषिकशब्दं वा इत्युक्ते किम्? हा, तदपि पारिभाषिकशब्दः एव. विभागः इत्युक्ते विभागस्य अर्थः तु संयोगे आधारितः भवति. इत्युक्ते यत्र संयोगः जातः तदा तत्र एव विभागः भवति इति नियमः. भूतले घटः अस्ति संयोगसम्बन्धेन, तत्र एव विभागः भवितुम् अर्हति इति. आम् आम् आम्, प्रथमं तु संयोगः भवेत्. आम्, यत्र संयोगः भवति वा यत्र संयोगः अस्ति तदा एव तत्र विभागः जायते इति वक्तुं शक्नुमः. स संयोगः नास्ति चेत् विभागः न जायते एव. अस्तु, तर्हि संयोग प्रथमं तु संयोगः जायते द्वयोः द्रव्ययोः, तदनन्तरं विभागः इत्युक्ते क्रियया जायते विभागः इत्युक्ते हस्तपुस्तकयोः संयोगः इति वदामः. हस्तेन पुस्तकं गृह्णामि चेत् हस्तपुस्तकयोः संयोगः जायते. तर्हि मम हस्तं अन्यत्र अपसरामि चेत् किं भवति? तत्र विभागः भवति. तदेव विभागः. परन्तु प्रथमं तु संयोगः अस्ति एव, तदनन्तरं क्रियया विभागः जायते. अस्तु, पठतु भगिनि. तस्य बोधार्थं प्रथमतया संयोगस्य स्थितिः द्रष्टव्या. यदा भवती उक्तवती विभागस्य बोधनार्थं प्रथमतया संयोगस्य स्थितिः किम् इति द्रष्टव्या. यत्र संयोगः जायते तत्र प्रतीतम् अवलम्ब्य संयोगस्य अवधिकत्वमपि जायते. उदाहरणं भगिनि, संयोगविषये किमपि उदाहरणं ददातु कृपया. यदा अत्रैव अस्ति किल घटपटयोः संयोगः इति, यत्र वयं घटपटयोः संयोगः जायते तत्र संयोगस्य अवधिकत्वमपि जायते. संयोगस्य अवधिकत्वमपि तत्र भवति इति अस्ति. अवधिः कः अस्मिन् वाक्ये घटपटयोः संयोगः? अत्र अवधिः कः वक्तुं शक्नुमः वा? तत्र तु अवधिकत्वम् आरोपणीयमेव इति किल, स्पष्टतया न जायते. किमर्थं? द्विनिष्ठः संयोगः तु द्विनिष्ठः. समीचीनं. यदा घटे अपि भवति पटे अपि भवति इति तत्र स्पष्टतया वयं ज्ञातुं न शक्नुमः. समीचीनं, द्विनिष्ठः भवति संयोगः, तादृशः एव विभागः अपि द्विनिष्ठः. द्विनिष्ठः इत्युक्ते द्वयोः संयोगः भवति, द्वयोः विभागः भवति इति. परन्तु प्रतीतिः का इति द्रष्टव्यं भवति, इति द्रष्टव्या भवति. इत्युक्ते संयोगविषये पटावधिकसंयोगः घटे इति वदनेन किं भवति? तत्र वयं आरोपयामः घटे पटावधिकसंयोगः अस्ति इति. अवधिकत्वम् आरोपयामः, आरोपयामः संयोगम् आरोपयामः, अवधिम् अपि आरोपयामः खलु. तर्हि अवधिः कुत्र, अवधित्वं कुत्र? पटावधिकः संयोगः घटे भवति, घटावधिकसंयोगः पटे भवति. एकां प्रतीतिं स्वीकृत्य वदतु भगिनि. यदा घटावधिकसंयोगः पटे इति स्वीकुर्मः चेत् तत्र संयोगः इति यदा वयं पूर्वस्मिन् दृष्टान्ते दृष्टवन्तः तदानीमेव संयोगः इति अवधिकः घट अवधिकः संयोगः पटे अस्ति. घटावधिकसंयोगः पटे इति वदनेन घटः अवधिः, पटे संयोगः. परन्तु विपरीतरूपेण वदनेन किं भवति? पटावधिकसंयोगः घटे इत्युक्ते तत्र संयोगः एव अवधिकः, परन्तु पटः इदानीम् अवधिः. संयोगः घटे इति अत्र अस्माकं वाक्यं किं, यत्र संयोगः जायते तत्र प्रतीतिम् अवलम्ब्य संयोगस्य अवधिकत्वम् अपि जायते, यथा भवत्या उक्तम्. भवत्याः प्रतीतिः का इति दृष्ट्वा अवधिः कः इति वक्तुं शक्नुमः. तदेव अस्ति खलु अत्र अर्थः. अग्रे किञ्चित् क्षम्यतां, किञ्चित् अवगमनार्थं घटावधिकसंयोगः पटे इति वयं वाक्यं निर्माणं कुर्मः, तत्र घटः पटात् पृथक् इत्येव वा पटः घटात् पृथक् इत्येव वा? अत्र तत्त्वस्य विषयः एव न, संयोगस्य विषयः. संयोगः इति पदार्थः खलु, संयोगः इति गुणः. अस्तु, किञ्चित् परिवर्तनं करोमि. घटः पटे अस्ति इति स्थले घटावधिकसंयोगः पटे इति वयं. अस्तु, संयोगविषये वाक्यं किं, घटपटयोः संयोगः इति वक्तुं शक्नुमः खलु. आम्, तत्र स्पष्टरीत्या घटः पटे अस्ति इति अहं वदामि. घटः पटे अस्ति इति वा? हा, केनापि भूतले पटः अस्ति, तस्मिन् उपरि घटः अस्ति, तद् दृष्ट्वा घटः पटे अस्ति इति अहं वदामि. अस्तु, परन्तु सन्दर्भे घटावधिकसंयोगः पटे इति वदामः वा, पटावधिकसंयोगः घटे इति वदामः वा इत्येव? द्वयमपि वक्तुं न शक्नुमः, यतोहि घटः पटे अस्ति इति वदनेन प्रायः पटः अपि घटे अस्ति इति अर्थः जातः. अतः अवधिकत्वं स्पष्टतया वक्तव्यम्. पटः कथं घटे अस्ति? घटे यतोहि संयोगः तु द्विनिष्ठः खलु. द्वयोः संयोगः अस्ति, घटपटयोः संयोगः इति वदनेन संयोगः घटे, संयोगः पटे अपि अस्ति. घटावधिकसंयोगः पटे इति अपि वक्तुं शक्यते, पटावधिकसंयोगः घटे इति अपि वक्तुं शक्यते. आम्, तत् अवगमनार्थम् उदाहरणं पृच्छामि. घटावधिकसंयोगः पटे इति स्थले घटः अस्ति इति वदति खलु. हा, तदेव, घटः घटः पटे अस्ति इति वदनेन घटावधिकसंयोगः पटे इति प्रायः प्रतीयते, परन्तु अस्माकं वर्गे तु तादृशम् उदाहरणं न दृष्टवन्तः. परन्तु प्रायः यत् भवता उक्तं तद् शुद्धमेव इति मन्ये. घटः पटे अस्ति. एकनिमिषं भगिनी, घटः पटे अस्ति इति वदनेन पटे किम् अस्ति, संयोगः इत्यस्य सूचनम् इति मन्ये. तर्हि संयोगः पटे अस्ति चेत् अवधिः घटः एव भवति. तर्हि प्रायः घटावधिकसंयोगः पटे इत्येव अर्थः. आम्, पुष्पा भगिनी वदतु. घटे घटे पटः कथम् अस्ति उत्तम सम्यक् अस्ति? घटे पटः अस्ति इत्युक्ते घटे संयोगः अस्ति, यतोहि संयोगः तु द्विनिष्ठः भवति, संयोगः घटे वा पटे भवितुम् अर्हति खलु. तर्हि पटावधिकसंयोगः घटे अस्ति इति अर्थः. तर्हि पटः एव अवधिः तत्र. तत्तु जानामि. अस्तु पटावधिकसंयोगः पटे संयोगः पटे इति क्रियते. अस्तु अस्तु अस्तु महोदयेन शुकवनमहोदयेन संक्षिप्तरूपेण उक्तं घटः पटे अस्ति इति वदनेन घटसंयोग घटावधिकसंयोगः पटे अस्ति इति अर्थः वा इति प्रायः शुद्धमेव इति मन्ये, समानार्थकौ इति मन्ये. अस्तु भगिनि. आम् राम प्ले भगिनि. अग्रे. किन्तु घटः स्व अवयव कपालयोः स्थितौ कपाल अवधिकसंयोगः घटे भवति वा न भवति किल. अत्र वयम् इदानीं घटपटयोः संयोगविषये दृष्टवन्तः. तत्र घटस्य स्व अवयवः इत्युक्ते कपालः. तत्र कपाल अवधिकसंयोगः घटे भवति वा इत्युक्ते कदापि न भवति इति एव. किमर्थं न भवति? किमर्थं न भवति इत्युक्ते घटस्य स्व अवयवः कपालः तद् कीदृशसम्बन्धः भवति अवयव अवयविनोः समवायसम्बन्धः एव भवति, संयोगसम्बन्धः न भवति. एकदेशे एव स्तः इति तद् एव स्तः. अतः तत्र कपाल घटयोः सम्बन्धः कपाल अवधिकसंयोगः घटे न भवति. कपालावधिकत्वं घटे न भवति. घटे न भवति. अतः घटे विद्यमानः संयोगः निखिल अवधिकः अवधिको अवधिकः न. अतः एव किमर्थम् इति वदतु कृपया भगिनि. घटे विद्यमान संयोगः तु निखिल अवधिकत्वं न इत्युक्ते यदा वयं दृष्टवन्तः घटे पृथक् इति स्व अवयवकारणेन एव स्व अवयव कपालः अस्ति घटस्य तद् तदेव कारणं निखिल अवधिकत्वं न भवति इति. निखिल अवधिकत्वम् इत्युक्ते घटं विहाय सर्वाणि द्रव्याणि अवधिकरूपेण भवन्ति इति भवन्ति इति. अत्र तु कपालः स्व अवयवः तद् घटस्व अवयवः कपालयोः स्थितौ अतः तद् निखिल अवधिकत्वं घटे विद्यमानसंयोगे न भवति. समीचीनं. कपाल तु घटस्य अवयवः एकदेशे वर्तते अतः कपाल तद् अवधिकत्वम् इत्युक्ते कपालावधिकत्वं अवधिकत्वं सर्वदा घटसंयोगे न भवति. अतः निखिलावधिकसंयोगस्य निखिलावधिकत्वं न. स च घटे विद्यमानः संयोगः नियत अवधिकः वा इति प्रश्नः अस्ति इदानीम्. भवती वदतु. स च घटे विद्यमानसंयोगः नियता अवधिकः वा इत्युक्ते संयोगः सावधिकः वा प्रथमं वयम् आरोपयामः किल. साक्षात् नास्ति परन्तु वयम् आरोपणम् आरोपयामः चेत् अवधिकत्वम् आरोपयामः चेदेव तद्भवति किल. प्रतीतिवशात् आरोपयामः सावधिकत्वं. तर्हि नियतावधिक नियतावधिकार्थम् अवधिकत्वं तु नियमेन भवति इति अस्ति. आम् तर्हि खलु कस्य नियतावधिकत्वं दृष्टवन्तः? नियत अवधिकत्वं पृथक्स्थले अस्ति इति दृष्टवन्तः. भेदस्थले अपि अस्ति परन्तु द्विनिष्ठ अतः तयोः नियतावधिकत्वं न. नियमेन स्वभावेन अवधिं न दृश्यते खलु. अवधिः न भासते तयोः, न भासेते, अतः तयोः नियतावधिकत्वं न. इदानीं स्पष्टं वा? आं भगिनि. शुकवनं महोदय. हा स्पष्टं भगिनि, किञ्चित् एकवारं पठामि चेत् इतोपि स्पष्टं भवति. किन्तु यत् यथावता उक्तं तत् अवगतं. घटस्य पटात् अवधिकत्वम् अस्ति, किन्तु स्व अवयवात् अवधिकत्वं न इति कारणेन निखिलावधिकत्वं न. समीचीनमेव. निखिलावधिकत्वम् इत्युक्ते वयं दृष्टवन्तः जगति ये ये सन्ति तेषाम् अवधित्वम् अस्य द्रव्यस्य पदार्थे अस्ति. इत्युक्ते पदार्थः इत्युक्ते अत्र तु संयोगः एव खलु. घटसंयोगे अस्ति वा सर्वेषां द्रव्याणाम् अवधित्वम् अस्ति वा इति प्रश्नः. नास्ति, यतोहि स्व अवयवस्य अवधित्वं नास्ति कदापि खलु. अतः निखिलावधिकत्वस्य नियमं न पालयति. अस्तु, पुष्पा भगिनी, सन्देहः अस्ति वा? सन्देहः नास्ति. इदानीं शृण्वम् अहं लास्ट् वीक् पठितुम् इच्छति वा अद्य? पठितुं अधुना इति इत्यस्मात् अधुना भेदः न अग्रिमपरिच्छेदः भगिनि. अधुना तदाधारेण नियतावधिकत्वं कः सम्बन्धः इति दृश्यते वा? वेदस्य निखिलावधिकत्वं भवति किं? तत्तु विभागस्य निखिलावधिकत्वम् अस्ति वा इति तदनन्तरम्. अस्तु, कृपया पश्यतु. सुनील् महोदय, अस्तु सुनील् महोदय कृपया. अधुना तदाधारेण विभागः निखिलावधिकः न वा इति पश्येम. तर्कसङ्ग्रहवाक्यं संयोगनाशको गुणो विभागः. संयोगस्य नाशेन एव विभागः जायते. अतः विभागेन नाश्यः यः संयोगः स च संयोगाश्रय अवधिगत्वमेव विभागस्य अपि भवति, न तु तदतिरिक्त अवधिगत्वम्. अत्र विभागस्थले यत् सूचनीयम् आसीत् तदुक्तम्. अधुना दृष्टान्तं दत्त्वा पाठकः ततः अग्रे प्रतिपादनीयम्. इदानीं विभागस्य विषयः अस्ति, अतः पूर्वं संयोगस्य विषयं स्वीकृत्य विभागः निखिलावधिकः वा इति पश्येम इति. अत्र तर्कसङ्ग्रहवाक्यम् अपि अस्ति, संयोगनाशकः गुणः विभागः इति. अत्र संयोगस्य नाशनं भवति चेदपि एव विभागः जायते इति. अतः विभागस्य नाशः भवति चेत् तत्रापि तत्र संयोगः अपि भवति इति. अतः संयोग आश्रय अवधि प्रायः किञ्चित् परिशोधनम् आवश्यकं भवति. द्वितीयं वाक्यं स्वीकरोतु कृपया. विभागेन नश्यः यः संयोगः, इत्युक्ते विभागेन एव संयोगः संयोगनाशः जातः, तदेव सा एव प्रक्रिया यथा मया संयोगः भवति. संयोगस्य नाशः भवति चेत् तत्र विभागः भवति. न न, एकनिमिषम्. प्रथमं तु संयोगः जातः, तदनन्तरं किमपि कापि क्रिया भवति, तदनन्तरं विभागः, तदनन्तरमेव संयोगनाशः, सा एव प्रक्रिया. अतः प्रथमं तु विभागः, तदनन्तरं संयोगनाशः इति. तर्हि विभागेन नाश्यः यः संयोगः, तद् तस्मात् पठतु कृपया. अतः विभागेन नाश्यः यः संयोगः स च संयोग आश्रय अवधिगत्वमेव विभागस्य अपि भवति. वदतु कृपया. अतः संयोगः इति यः अस्ति सः विभागस्य नाशस्य अनन्तरमेव भवति इति. सः संयोगः इति न, विभागस्य नाशः इति न. अस्तु, विभागः यः भवति संयोगस्य आधारेण एव भवति खलु, यतोहि प्रथमं तु संयोगः अपेक्षितः, संयोगः अपेक्षितः, तदनन्तरम् एव विभागः जायते क्रियया. न पूर्वं वयं अस्माभिः दृष्टं खलु, हस्तपुस्तकयोः संयोगः इति वदामश्चेत् हस्तपुस्तकयोः संयोगः भवति यदा अहं मम हस्तं पुस्तके स्थापयामि, तर्हि संयोगः भवति, हस्तपुस्तकयोः संयोगः भवति. इदानीम् अहम् क्रिया भवति, क्रिया भवति, अहं मम हस्तम् अपसरामि, तर्हि विभागः भवति, हस्तपुस्तकयोः विभागः भवति, तेन संयोगस्य नाशः भवति. इदानीम् अस्माकं प्रश्नः अस्ति, विभागविषये निखिलावधिकत्वम् अस्ति वा इति. कथं परिशीलयामः? संयोगस्य एव, तदेव उत्तरम्. अतः विभागस्य विभागः संयोग आश्रय अवधिगत्वमेव विभागः विभागस्य इति अस्ति अत्र. तर्हि संयोगस्य आश्रयः कः? विभागः. न न, संयोगस्य आश्रयः. ओ, संयोगस्य आश्रयः द्रव्यं, किमपि द्रव्यं खलु, द्रव्योः मध्ये. इत्युक्ते अस्माकम् उदाहरणे किम् अस्ति, घट हस्तपुस्तकयोः संयोगः इति वदामः, हस्तावधिकसंयोगः पुस्तके इति वदामश्चेत् तत्र संयोगस्य आश्रयः कः? हस्तः च पुस्तकं. न न, हस्तावधिकसंयोगः पुस्तके. तर्हि संयोगः कुत्र जायते? संयोगः पुस्तके जायते. संयोगः पुस्तके जायते. तर्हि अवधिः कः? हस्तः. तत्तु स्पष्टं खलु. तर्हि संयोगस्य आधारेण, इत्युक्ते संयोग आश्रयः कः, संयोगस्य अवधिः कः, एतयोः ज्ञानेन एव विभागस्य विषयः अपि ज्ञायते. परन्तु तत्रापि प्रतीतिवशात् इति अस्ति किल, अतः इत्युक्ते पुस्तकयोः इति वदामः चेत् अत्र आम् प्रतीतिवशात् एव. संयोगविषये या प्रतीतिः, सा एव प्रतीतिः विभागविषय. अग्रे अर्थात् न तु तद् अतिरिक्त्वा अवधिगत्व इत्युक्ते तं विहाय अन्य अवधिगत्वम् अस्ति चेत् तदाश्रयित्वा नास्ति इति हस्तावधिगत्वं पुस्तके अस्ति इति हस्तसंयोगावधिगत्वं पुस्तके अस्ति चेत् तत्र पुस्तके संयोगः अस्ति हस्ते अवधिगत्वम् अस्ति अवधित्वम् अवधित्वम् अस्ति तद् विहाय अन्य द्रव्याणि सन्ति चेत् तद् आश्रयित्वा नास्ति इति अपि तु पुस्तकस्य अवधित्वं न स्वीकुर्मः प्रतीतिवशात् एव आशयः वा अवधिः निर्णीयते अत्र प्रतीतिः का पुस्तके संयोगः हस्ते अवधित्वम् इति वदामश्चेत् विभागे अपि तादृशी स्थितिः एव तर्हि पुस्तके विभागः हस्ते अवधित्वम् इति विभागविषये अपि तादृशी स्थितिः अस्तु अग्रे अत्र विभागस्थले अत्र विभागस्थले यत् सूचनीयम् आसीत् तदुक्तम् तदेव भवती उक्तवती इदानीम् अत्र प्रतिदिवसात् किम् अस्ति तद् तदेव भवति इति अधुना दृष्टान्तं दत्त्वा पाठकः ततः अग्रे प्रतिपादनीयं दृष्टान्तम् अपि दृष्टवन्तः अस्तु समीचीनं शिखवनमहोदय भोः क्षम्यता अहं न जानामि इदानीं कूर्दनं करोमि इति वा परन्तु अत्र निखिलावधिगत्वम् इति एकं विहाय अन्यद्रव्याणि आश्रयित्वा एव अस्ति चेत् इत्युक्ते अत्र ताम् आश्रयभूतव्यक्तिं च विहाय अतिरिक्तं यद्यत् जगति विद्यमानं द्रव्यं तदवधिगत्वं तस्मिन् सावधिकपदार्थे भवति चेत् निखिलावधिगत्वम् इति अस्ति तर्हि संयोगस्य निखिलावधिकत्वम् अस्ति वा संयोगस्य नास्ति इति परन्तु मम प्रश्नः अस्ति इत्युक्ते अत्र घटकपाल विषये वदामः चेत् अवयव अवयविनोः मध्ये अस्ति जगति सर्वत्र द्रव्यम् अवयव अवयविनोः मध्ये आश्रयित्वा एव तिष्ठति किल अतः निखिलावधिगत्वं सर्वदा नास्ति इति वा समीचीनम् अग्रे आयाति ओ तदेव समीचीनप्रश्नः एव सर्वाणि द्रव्याणि किमपि आश्रित्य एव तिष्ठन्ति इति कृत्वा निखिलावधिकत्वं भवति वा न इति प्रश्नः खलु अवयवावेनो मध्ये एव भवति इति किं स अवयव आश्रयेण भवति अतः आम् आम् अतः अवयव तत्र पूर्वमेव अस्ति खलु अवयवावधिक अभावः अस्ति इति पूर्वस्मिन् परिच्छेदे आसीत् प्रायः आश्रया अवयवावधिकत्व अभावात् इति अस्ति खलु अपि च अपरैः शब्दैः इति परिच्छेदः तत्र परिच्छेदे अन्तिमं पदम् अस्ति आश्रया अवयवा अवधिकत्व अभावात् न निखिलावधिकत्वम् इति अस्ति खलु तत्र पृथक्त्वविषये अपि अस्ति परन्तु अग्रे आयाति परमाणुविषये सर्वेषाम् आधारः अन्ततो गत्वा परमाणवः एव, तर्हि निखिलावधिकत्वं भवति वा इति प्रश्नः अग्रे आयाति. अस्तु. पठितुं शक्नोमि भगिनि? महोदय वदतु कृपया. कानिचन प्रश्नाः सन्ति. प्रथमं यत् मया अवगतं तत् वदामि. संयोगस्य निखिल अवधिकत्वं नास्ति. किमर्थम् इत्युक्ते अवयव अवयविनोः मध्ये तत् न भवितुमर्हति, अतः संयोगस्य निखिल अवधिकत्वं नास्ति इति पूर्वं वयं निश्चितवन्तः. तत् समीचीनं वा? अवयव अवयविनोः मध्ये समवायसम्बन्धः. आम्. तर्हि संयोगः न संयोगः न भवितुम् अर्हति, अतः अवयविनः अवयवाः कदापि अवधयः न भवितुम् अर्हन्ति इति कृत्वा अवयविनः संयोगस्य निखिलावधिकत्वं नास्ति इति. इदानीं स्पष्टं वा? हा स्पष्टं. हा स्पष्टम् अस्तु. अतः संयोगस्य निखिल अवधिकत्वं नास्ति. आम्. विभागः विभाग यत्र विभागः जायते यदा विभागः जायते यदा संयोगस्य नाशः भवति तदेव विभागः. अतः यावत् संयोगः तिष्ठति तावत् विभागः न भवितुं न भवति. अतः विभागस्यापि निखिलावधिकत्वं नास्ति. आम्. इत्युक्ते संयोगस्य आधारेण एव विभागः अपि जायते. यत्र संयोगः भवति तत्रैव विभागः अपि भवति. अतः संयोगस्य आश्रयः अवधिः एव विभागस्य आश्रयः अवधिः अपि. यदा संयोगस्य निखिलावधिकत्वं नास्ति विभागस्य अपि तादृशी स्थितिः एव. अस्तु. आं पुष्पा भगिनी पठति वा? आं भगिनि. नियतावधिकत्वं श्रूयते श्रूयते. नियतावधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः? तर्हि नियतावधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः? नियतावधिकत्वम् इत्यस्य अर्थः स्मर्यातम्. यद् विषयप्रत्यये नियमेन अवधिः भासते तत् नियतावधिकत्वम्. इदानीं रामप्रिया भगिनी वक्तुं न यत् विषयप्रत्यये नियमेन अवधिः भासते तत् नियतावधिकत्वम्. पृथक्त्व स्थले घटः पटात् पृथक् इति कथनेन एव प्रत्ययः जायते. केवलं घटः पृथक् इति कथनेन शब्दबोधः न जायते. शब्दबोधः न जायते. घटः पृथक् तावत् एव उच्यते चेत् वयं किं पृच्छामः? कस्मात् कस्मात् काचन आकाङ्क्षा अवशिष्यते. घटः पटात् पृथक् इति कथनेन एव शब्दबोधः जायते. तावत्पर्यन्तं वदतु. अत्र नियतावधिकत्वं निखिलावधिकत्वं सम्बन्धः किं कथम् अस्ति अत्र चर्चा अस्ति. अत्र नियतावधिकत्वं तु विषयकप्रत्यये नियमेन जायते. नियमेन अवधिः भासते तत्तु नियतावधिकत्वम् अस्ति. आम् आम् आम् पृथक्त्वस्थले घटः पृथक् पटात् पृथक् इति उच्यते चेत् अर्थं सम्यक् आयाति. न तु केवलं घटः पृथक् वदामि चेत् अर्थं नास्ति. पृथक् कस्मात् पृथक् इति प्रश्नः उदेति. आम् अग्रे घटः पृथक् ततः तथैव घटः पटात् पृथक् इति कथनेन अत्र अर्थम् आयाति. शब्दबोधः सम्यक् अस्ति. एवं च यत्र यत्र पृथक्त्वविषय विषयकप्रत्ययः जायते तत्र तत्र कश्चन अवधिः भवति एव. कोऽपि पृथक्त्वम् अस्ति चेत् तत्र अवधिः तु भवति. तदर्थम् उक्तं यत् पृथक्त्वं नियतावधिकत्वं तत्तु तर्हि इदं नियतावधिकत्वं तर्हि नियकावधिकत्वम् अपि च यत् निखिलावधिकत्वं यस्य विषये अधुना चर्चा जाता तयोः कः सम्बन्धः? तत्र प्रश्नम् अस्ति नियतावधिकत्वं तु निखिलावधिकत्वं सम्बन्धं किं किं यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वम् अस्ति अथवा यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं नास्ति कः सम्बन्धः इति चेत् तादृशं नास्ति. यद्यपि द्वयोः कश्चन सीमितसम्बन्धः वर्तते एव यः अधः दत्तः अधः दत्तः तत्तु अत्र सूचयते नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अस्ति. यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकं नास्ति. त्वयं द्वे अपि बोधितं कथम्? न न अत्र तु केवलं प्रश्नः. यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वम् अस्ति इति न वक्तुं शक्नुमः. विपरीतरूपेण अपि न वक्तुं शक्नुमः. कः सम्बन्धः अस्ति द्वयोः इति प्रश्नः. अग्रे न रामप्रिया भगिनी कृपया. आं भगिनि नियतावधिकत्वं निखिलावधिकत्वं एकनम् शुकमन महोदय भवान् पठितुम् इच्छति वा? अहं पठामि किन्तु प्रतिपादनं कर्तुं शक्नुमः न वा इति प्रयत्नं करोमि. भवती अस्ति किल? अस्तु यदि दोषेण वदति चेत् क्षम्यतां भगिनि. नास्ति चिन्ता भगिनि. पठामि भगिनि. पूर्ववाक्ये इति चेत् तादृशं नास्ति यद्यपि द्वयोः कश्चन सीमितसम्बन्धः वर्तते यः एव यः अधः दत्तः इत्युक्ते किं भगिनि? इत्युक्ते तादृशप्रश्नं न कर्तव्यम् इति वा? नियतावधिकत्वम् अस्ति चेत् निखिलाधिकत्वम् अस्ति वा न वा? नास्ति एव सीमितसम्बन्धः इत्युक्ते काचन सीमा अस्ति इत्युक्ते कस्मिंश्चित् सन्दर्भे नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अस्ति इति वक्तुं शक्नुमः. कश्चन सन्दर्भे तादृशं नास्ति नियमः. अतः सन्दर्भं दृष्ट्वा एव वक्तुं शक्नुमः तदेव. नियतावधिकत्वं निखिलावधिकत्वम् अनयोः एकः प्रश्नः सीमित लिमिटेशन् आम् आम् इट्स् लिमिटेड् इति नियतावधिकत्वं निखिलावधिकत्वम् अनयोः परस्परं कः सम्बन्धः इति अवलोकयाम नियतावधिकत्वम् इत्यनेन यत्र यत्र कस्यचित् विषयस्य प्रतीतिः जायते तत्र तत्र तस्यां प्रतीतौ अवधिः नियमेन भवति सर्वत्र तद्विषयकप्रतीतिः भवेत् इति नास्ति यत्र भवति तत्र अवधिः तस्यां प्रतीतौ अवश्यम् अस्ति यत्र च तद्विषयकप्रतीतिः न जायते तत्र अवधिः न भवति न वा इति प्रश्नः तु न उदेति किन्तु निखिलावधिकत्वम् इत्युक्तौ तत् विषयकप्रतीतिः जगति सर्वत्र भवति एव जगति तासु प्रतीतिषु च अवधिः नियमेन सदा भवति अस्तु शक्नोमि भवान् क्लिष्टम् अनुभवति चेत् प्रायः अन्येन वक्तुं अहं प्रयत्नं करोमि आं सुनील् महोदय आम् अत्र यदा पुनः इदानीं द्वयोः मध्ये कः सम्बन्धः इति आम् अत्र अत्र नियतावधिकत्वं यत्र यत्र अस्ति इति प्रतीतिः जायते तत्र अवधिः अपि नियमेन भवति इति कुत्र कुत्र भवति यत्र यत्र नियतावधिकत्वं अस्ति इति तत्र तत्र प्रतीतिः कुत्र भवति स्पष्टतया कस्मिंश्चित् स्थले प्रतीतिः भवति अत्र अवधिः अवश्यं जायते इति अत्र अवधिः अस्ति इति प्रतीतिः कुत्र कुत्र जायते पृथक्त्वस्थले अपि तु भेदस्थले घटः पठात् भिन्नः वा घटः पठन् घटः पठात् पृथक् एतयोः स्थलयोः प्रतीतिः स्पष्टा भवति अत्र सर्वत्र तद्विषयकप्रतीतिः भवेत् इति नास्ति यत्र भवति तत्र अवधिः तस्यां कुत्र कुत्र न भवति प्रतीतिः अत्र संयोगस्थले न भवति अपि तु विभागस्थले अपि न भवति आम् आम् यत्र प्रतीतिः भवति इत्युक्ते संयोगस्थले वा विभागस्थले पटावधिकविभागः पुस्तके वा वृक्षावधिकविभागः फले वा वृक्षफलयोः संयोगः इत्युक्ते वृक्षावधिक संयोगः फले इति वदनेन प्रतीतिः तु स्पष्टा भवति परन्तु यत्र प्रतीतिः न जायते तत्र नियतावधिकत्वम् अवश्यं नास्ति एव हस्तपुस्तकयोः संयोगः इति वदामः चेत् अत्र प्रतीतिः नास्ति यत्र भवति तत्र अवधिः अवश्यमस्ति इति तस्यां प्रतीतौ अवश्यमस्ति इति यत्र प्रतीतिः नास्ति तत्र अवधिः न इति तत्र निखिलावधिकत्वम् इत्युक्ते तद्विषयकप्रतीतिः जगति सर्वत्र भवति एव जगति तासु प्रतीतिषु च अवधिः नियमेन सदा भवति इत्युक्ते अत्र तद्विषयप्रतीतिः जगति सर्वत्र भवति इति अतः तासु प्रतीतिषु अवधिः नियमेन सर्वदा भवति इति इत्युक्ते अत्र निखिलावधिकत्वं यत्र अस्ति तत्र अवधिः अपि अस्ति इति वा? आम् आम्, निखिल कस्यापि कस्यापि पदार्थस्य निखिलावधिकत्वम् अस्ति इति वदनेन स्पष्टतया दृश्यते खलु, जगति यावन्तः वस्तूनि सन्ति तेषाम् अवधित्वं पदार्थे अस्ति, अस्मिन् पदार्थे अस्ति इति स्पष्टतया दृश्यते. नो चेत् निखिलावधिकत्वम् अस्ति इति वक्तुं न शक्नुमः एव. अतः निखिलावधिकत्वविषये स्पष्टतया अवधिः भासते, तदेव अस्ति अत्र. अग्रे रामप्रिया भगिनी. आं भगिनि, एकनिमिषम् अस्तु, अग्रे पठतु भगिनि. अस्य सर्वस्य परिशीलनेन कश्चन सीमितसम्बन्धः स्फुरति. यस्य नियतावधिकत्वं नास्ति तस्य निखिलावधिकत्वं तु न सम्भवति एव. यस्य नियतावधिकत्वम् अस्ति तस्यैव निखिलावधिकत्वसम्भावना वर्तते. अधुना नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात्, तत्र पर्यन्तं किन्तु नितरां न भवति. अपि च यस्य निखिल अवधिकत्वं तस्य न नियतावधिकत्वम् इति तादृशं किमपि नास्ति. अत्र एक सीमितसम्बन्धः स्फुरति कश्चन परिशीलनेन. किम् अस्ति इत्युक्ते यस्य नियत अवधिकत्वं नास्ति तस्य निखिल अवधिकत्वं तु न सम्भवति एव. यदा संयोगे तु नियत अवधिकत्वं नास्ति तत्र नियतावधिकत्वं नास्ति नियमेन न सम्भवति इत्युक्ते तत्र निखिलावधिकत्वं तु न सम्भवति एव. परन्तु कस्य निखिल नियतावधिकत्वम् अस्ति? पृथक्त्वे नियतावधिकत्वम् अस्ति, भेदस्थले अपि नियतावधिकत्वम् अस्ति. अस्तु, अत्र पश्यतु, पृथक्त्वविषये निखिलावधिकत्वम् अस्ति वा? पृथक्त्वविषये एव पृथक्त्वस्य निखिलावधिकत्वम् अस्ति वा? अनेक अवधिकत्वम् अस्ति, निखिल अवधिकत्वम् नास्ति. किमर्थम्? किमर्थम् इत्युक्ते तद् स्व अवयव अवधिकत्वं तस्मिन् नास्ति. अवयविनः पृथक्त्वे नास्ति इति. अतः पृथक्त्वे पृथक्त्वस्य अनेकावधिकत्वं, पृथक्त्वस्य अवधयः बहवः सन्ति. द्रव्यस्य अवयवान् विहाय अवधित्वं सर्वत्र सन्ति खलु. अवधित्वं सर्वत्र अस्ति परन्तु अवयवेषु नास्ति. अतः पृथक्त्वस्य अनेकावधिकत्वं, तस्यावधिकत्वं न. अग्रे, यस्य नियतावधिकत्वम् अस्ति तस्यैव निखिलावधिकत्वस्य सम्भावना वर्तते. अत्र नियत अवधिकत्वं तु अस्ति तत्र सम्भावना वर्तते परन्तु पृथक्त्वविषये सम्भावना वर्तते परन्तु नास्ति. सम्भावना वर्तते इत्युक्ते यत्र नियतावधिकत्वम् अस्ति तत्रैव वयं परिशीलयितुं शक्नुमः. निखिल अत्र तु नियतावधिकत्वम् अस्ति, अग्रे निखिलावधिकत्वम् अस्ति वा न इति प्रष्टुं शक्नुमः. परन्तु न भवति, न भवति अत्र पर्वस्थले तु नास्ति एव आम् केवलं नियतावधिकत्वं अधुना नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात् तत्र पर्यन्तं किन्तु नितरां न भवति नितरां न भवति इत्युक्ते सर्वदा न भवति खलु स्थले तु न भवति तस्य नियतावधिकत्वम् अस्ति निखिलावधिकत्वं तु नास्ति अतः तादृशः नियमः नास्ति नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वं भवेत् इति नियमः नास्ति अपि च यस्य निखिलावधिकत्वं तस्य न नियतावधिकत्वम् इति तादृशं किमपि नास्ति निखिलावधिकत्वम् अस्ति चेदपि नियतावधिकत्वं न इति अपि किमपि नियमः नास्ति अस्तु अग्रे स्पष्टं खलु अत्र स्पष्टं भगिनि अहं किञ्चित् एतस्मिन् विषये चर्चां कर्तुम् इच्छामि इदानीं केवलम् उत्तरमेव मां दास्यतु कृपया नियतावधिकत्वं पृथक्त्वस्थले अस्ति तत्र निखिलावधिकत्वम् अस्ति वा न वा नास्ति नास्ति अन्योन्य अभावस्थले नियतावधिकत्वम् अस्ति निखिलावधिकत्वं निखिलावधिकत्वम् अपि अस्ति अन्योन्य अभावस्थले भेदस्थले निखिलावधिकत्वम् अस्ति अनन्तरं संयोगस्थले नियतावधिकत्वं नास्ति तत्र निखिलावधिकत्वम् अस्ति वा भवानेव वदतु एतदाधारेण इतोपि मया किञ्चित् चिन्तनीयम् अतः यदा भवती मां केवलम् उत्तरम् एव दास्यति चेत् अनन्तरं मम चिन्तनं समीचीनं वा न वा इति द्रष्टुं शक्नोमि अस्तु नास्ति निखिलावधिकत्वं नास्ति संयोगसन्दर्भे निखिलावधिकत्वं नास्ति विभागस्थले अपि नास्ति वा आम् तदेव खलु संयोगस्य आधारेण एव विभागः अपि यतोहि संयोगविभागयोः स्थलयोः नियतावधिकत्वमेव नास्ति नियतावधिकत्वमेव नास्ति चेत् कुत्र निखिलावधिकत्वम् इत्युक्ते यत्र नियतावधिकत्वं नास्ति तत्र निखिलावधिकत्वमपि नास्ति इति निश्चयेन वक्तुं शक्यते आम् आम् अवश्यम् तत् एकं वाक्यं वयं निर्माणं कर्तुं शक्नुमः यत्र नियतावधिकत्वं नास्ति तत्र निखिलावधिकत्वं नास्ति इति आम् आम् किन्तु यत्र नियतावधिकत्वम् अस्ति तत्र सर्वत्र सर्वदा निखिलावधिकत्वं भवति इति न वक्तुं शक्नुमः समीचीनमेव अस्तु भगिनि इदानीं स्पष्टं हा स्पष्टम् अस्तु अस्तु अग्रे सुनील् महोदय पूर्वं च उक्तं यत् पृथक्त्वं नियतावधिगत् एकनिमिषम् अस्य सर्वस्य परिशीलनेन समाप्तं वा समाप्तं अहमेव पठामि पृथक्त्वं तु नियतावधिकं पृथक्त्वं तु विभागः न विभागः संयोगः नियताव अवधिकत्वं नास्ति पृथक्त्वं तु किं च पृथक्त्वं च भेदः अपि भेदः अस्तु पूर्वं च उक्तं यत् पृथक्त्वं नियतावधिकम् अधुना उच्यते यत् पृथक्त्वम् अनेकावधिकं यः सीमितसम्बन्धः नियतावधिकत्वनिखिलावधिकत्वयोः अस्ति तादृशः किन्तु नियतावधिकत्व अनेकावधिकत्वयोः न भवति. एकस्य अर्थः अपरस्मात् नितरां भिन्नः. पृथक्तस्य संयोगस्य च दृष्टान्तं परिशील्य पाठकेन प्रतिपादनीयम्. अत्र पूर्वं वयं दृष्टवन्तः पृथक्तस्थले नियतावधिकत्वम् अस्ति इति. इदानीं वयं दृष्टवन्तः पृथक् अनन्तरं दृष्टवन्तः पृथक्त्वम् इति तत्र अनेका अवधिकत्वम् अस्ति इति. अत्र इदानीं नियतावधिकत्वनिखिलावधिकत्वयोः अस्ति सीमितसम्बन्धः इति. कीदृशसम्बन्धः अत्र पूर्वं वयं दृष्टवन्तः शुकवनमहोदयेन उक्तम्. पुनः वदतु महोदय. पूर्वस्मिन् वाक्ये आसीत् किल अत्र यत्र नियतावधिगत्वम् अस्ति तत्र निखिलावधिगत्वसम्भावना अपि अस्ति इति. समीचीनमेव. आम् परन्तु तत्र यत्र नियतावधिगत्वम् अस्ति तत्र निखिलावधिगत्वमपि स्यात् परन्तु सर्वदा नास्ति इति. आम् अत्र अत्र विषयः कः अस्मिन् परिच्छेदे? अत्र नियतावधिगत्व अनेक अवधिगत्वयोः मध्ये नास्ति परन्तु नियतावधिगत्वनिखिलावधिगत्वयोः मध्ये अस्ति इति. इत्युक्ते उदाहरणेन वदतु कृपया. पृथक्त्वस्य संयोगस्य दृष्टान्तयोः किम्? पृथक्तस्य सम्बन्धे अत्र नियतावधिगत्वम् अस्ति अनेकावधिगत्वमपि अस्ति. संयोगे संयोगे निखिलावधिगत्वम्. एकनिमिषं, नियतावधिकत्वं प्रथमतया खलु अस्ति वा न? संयोगे आरोपयितुं शक्नुमः? न नास्ति एव. नियतावधिकत्वं नास्ति. अवधिम् आरोपयितुं शक्नुमः परन्तु सर्वदा नियतावधिकत्वं नास्ति संयोगस्य वा विभागस्य. अस्तु, तर्हि संयोगस्य किं दृष्टान्तः कः दृष्टान्तः? संयोगस्य अनेकविध अनेक अवधिगत्वम् इति चिन्तयामि. अनेकावधिकत्वम् अस्ति. इत्युक्ते पुस्तक हस्तपुस्तकयोः संयोगः, हस्तघटयोः संयोगः, हस्तस्यूतयोः संयोगः इति किमपि वक्तुं शक्नुमः. प्रत्येकं सन्दर्भे अवधिः भिन्नः. तर्हि अनेकावधिकत्वं स्यात्. परन्तु संयोगस्य तु नियतावधिकत्वं नास्ति एव खलु? अतः तयोः कोऽपि सम्बन्धः अस्ति वा? तयोः मध्ये सम्बन्धः नास्ति इति. इत्युक्ते नियतावधिकत्वम् अनेकावधिकत्वयोः सम्बन्धः न वक्तुं शक्यते एव. एषः अस्ति चेत् सः अस्ति एव, सः नास्ति इति न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते पृथक्तविषये तु नियतावधिकत्वम् अस्ति, अनेकावधिकत्वम् अपि अस्ति, परन्तु संयोगस्थले नियतावधिकत्वं नास्ति परन्तु अनेकावधिकत्वं तु अस्ति. अतः कोऽपि नियमः नास्ति. स्पष्टं वा? आमाम्, इदानीं पुनः शृणोमि, अतः एकवारम्. इत्युक्ते यदा नियतावधिकत्वनिखिलावधिकत्वविषये वयं दृष्टवन्तः, इत्युक्ते नियतावधिकत्वम् अस्ति चेत् एव निखिलावधिकत्वस्य प्रश्नः उदेति. कदापि स्यात् निखिलावधिकत्वं, परन्तु नियतावधिकत्वम् एव नास्ति चेत् निखिलावधिकत्वस्य सम्भावना नास्ति खलु? परन्तु अत्र नियतावधिकत्वम् अस्ति चेत् अनेकावधिकत्वं पृथक्त्वविषये तु अस्ति, परन्तु संयोगविषये नियतावधिकत्वं नास्ति चेदपि अनेकावधिकत्वम् अस्ति खलु? अत्र तु सम्बन्धः तु भिन्नः भवति, कोऽपि नियमः नास्ति, सीमितसम्बन्धः इति न वक्तुं शक्नुमः. अस्तु, प्रश्नः अस्ति वा? इदानीं नास्ति. अस्तु अस्तु, अस्ति चेत् आगामिसप्ताहे आनयतु कृपया. तर्हि स्पष्टं वा अद्यतनपाठः? अस्तु, शुकवन महोदय, पुष्पा भगिनी. एकवारं पूर्वपाठं पठामि चेत् इतोपि स्पष्टं भवति, किन्तु अद्य किं वयम् अधीतवन्तः तत् स्पष्टमस्ति. अस्तु, उत्तमम् उत्तमम्. आं भगिनी वदतु कृपया. अहं तु इदानीं पूर्वपाठं स्मरति स्मरति न इदानीं दिस् क्लास् पूर्वपाठम्? अहं न जानामि तत् विंशति न बहु समयेन आगमः न इदानीं सम्यक् जानीमः तथैव. I didn't understand where you were, what place you were sitting in a class was. Adhyatana paatha hava? No. I had just listened to the previous class. So I was thinking you have way ahead, but you were not, so. Astu, astu. Aham tu samyak na ja, vaktum na shaknami tatayva. Astu, astu. अस्तु, तर्हि सन्देहः अस्ति चेत् कृपया आगामिसप्ताहे आनयतु. अस्तु, शुभरात्रिः. धन्यवादः.